अस्तु, तर्हि इदानीं विशेषविशेषणविषये अस्माकं चर्चा प्रचलन् अस्ति. तर्हि तत्र नूतन अद्यतनकक्षायै तत्र करपत्रम् आवश्यकमस्ति. भवतां समीपे अस्ति वा? भवतां समीपे अस्ति महोदय. भगिनि, अस्तु, स्वरूप् महोदयेन प्रेषितम् अद्य प्रायः प्रातःकाले एव. अस्तु, सर्वेषां पुरतः स्यात्, नास्ति चेत् वदतु, अहं वक्तुं शक्नोमि कुत्र अस्ति इति. मम समीपे नास्ति. अस्तु, क्षम्यतां भगिनि. तत्र आं सत्यं, तदेव विशेषणं विशेष्यम् इति. तत्र स्वरूप् महोदयस्य जालपुटमस्ति खलु, तत्र लभ्यते. तत्र न्यायशास्त्रम् इति यच्छीर्षकमस्ति, तत्र पञ्चमकरपत्रं विशेषणं विशेष्यम् इति. अस्तु, तर्हि रामप्रिया भगिनी, भवती आरम्भं करोति वा? आं भगिनि, विशेषणं विशेष्यं. सुन्दरः बालकः गच्छति इति वाक्ये किं पदं विशेषणं किञ्च विशेष्यम् इति चेत्, सुन्दरः विशेषणं बालकः विशेष्यम् इति सामान्यतया वदामः. अधुना कश्चन घटः भूतले अस्ति, तदर्थं भूतलं घटवत् इति उच्यते. अत्र किं पदं विशेषणं? सामान्यतया घटवत् विशेषणम् इति वदामः. तत्र विद्याधरी इति ग्रन्थे लिखितम् अस्ति यत् भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणम्. तर्हि किं भूतलं घटवत् इति वाक्ये घटवत् अपि विशेषणं घटः अपि विशेषणम्? अस्य समाधानार्थं वत्त्वम् इति विषये चर्चा अपेक्षिता. अस्तु भगिनि, पर्यन्तं वदतु. तत्र तु सुन्दरः बालकः गच्छति इति सामान्यतया वदामः चेत् सुन्दरः विशेषणं बालकः विशेष्यम् इति वदामः. समानरूपेण घटः भूतले अस्ति, तदर्थं तस्य अन्यवाक्यं भूतलं घटवत् इति अपि उच्यते. अत्र किं विशेषणं चेत् घटवत् विशेषणं भूतलं विशेष्यम् इति सामान्यरूपेण वदामः. किन्तु पुस्तके, विद्याधरी पुस्तके ग्रन्थे अस्ति भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, तदर्थं घटवत् अपि विशेषणं घटः अपि विशेषणं वा इति प्रश्नः उदेति. अस्य समाधानार्थं एव वत्त्वम् इति विषयः अधुना चर्चा अस्ति इदानीम्. अस्तु, आम्, तत्र सुन्दरः बालकः गच्छति इति वाक्यमस्ति चेत् अस्माकं यदा आरम्भस्तरे वयं पठामः चेत् तत्र सुन्दरः इति प्रथमाविभक्त्यां पुल्लिङ्गे अस्ति, बालकः अपि तथैव प्रथमाविभक्त्यां पुल्लिङ्गे एकवचने अस्ति इति तत्र विशेष्यविशेषणभावः इति अस्माभिः पूर्वं पठितं खलु. तत्र श्लोकः अपि अस्ति, स्मर्यते वा भगिनि, वक्तुं शक्नोति वा? यन्लिङ्गं श्लोक न जानामि, किन्तु अर्थं जानामि. लिङ्गं वचनं विभक्ति समानार्थम् अस्ति चेत् तद्विशेषणविशेष्य विशेष्यम् इति अस्ति. अस्तु, बालसुब्रह्मण्यं महोदय, भवान् वदति वा? यल्लिङ्गं यद्वचनं याच विभक्तिः विशेषस्य तल्लिङ्गं तत्त्वजनं सा च विभक्तिः विशेषणस्य अपि. उत्तमं, तदेव यत् रामप्रिया भगिनी उक्तवती, तस्य श्लोकः अस्ति तत्. तर्हि तत् तत्तु अस्ति, तर्हि तदाधारेण वयं साधारणतया वदामः तत्र सुन्दरः इति विशेषणं, बालकः इति विशेष्यम् इति अस्माकं प्रथमसोपानम् अस्ति तत्र विशेष्यविशेषणभाव अवगमनार्थं. परन्तु अस्माभिः दृष्टमपि तत्र विद्याधरी पुस्तके गते सप्ताहे, तत्र भूतलं घटवत् इति आकारः अस्ति चेत् तत्र भूतले संयोगसम्बन्धेन घटः अस्ति. तर्हि यत् संयोगसम्बन्धेन यः घटः अस्ति स च घटः एव तत्र विशेषणं भूतलम् इति विशेष्यम् इति अपि वयम् अस्माभिः दृष्टं गते सप्ताहे. तर्हि तत्र घटवत् घटः इति तयोः भेदः कः? तर्हि तत्र तत्र समानार्थकः वा अथवा भेदः अस्ति वा? भेदः अस्ति चेत् कः भेदः इति अस्माभिः इदानीम् अवगन्तव्यमस्ति. तर्हि अग्रे पश्यामः. तर्हि भगिनी रामप्रिया भगिनी भवती एव पठतु तर्हि. आं भगिनि. भूतलं घटः घटत्वं, भूतले कश्चन घटः अस्ति, घटे घटत्वम् अस्ति, एवञ्च स्तरत्रयं वर्तते, घटत्वं घटः भूतलं. सर्वोपरितने स्तरे घटत्वम् अस्ति, मध्यमस्तरे घटः अस्ति, अधोभागे भूतलम् अस्ति. उपरि गमनार्थं त्वप्रत्ययं योजयामः, अधोभागे गमनार्थं मतु. पुंसि वान् स्त्रीलिङ्गं, स्त्रियां वति, नपुंसके वत् इति प्रत्ययं योजयामः. अतः घटत्वम् इत्यस्मात् घटस्य दिशि गन्तुम् इच्छामः चेत् मतुप् योजयामः. मतुप् प्रत्ययस्य योजनेन आश्रयत्वं प्राप्यते. घटत्वं योगः मतुप् घटत्ववत् घटवाचकपदम्, अतः पुंसि घटत्ववान्, घटत्ववान् घटः. घटात् भूतलस्य दिशि गन्तुम् इच्छामः चेत् मतुप् योजयामः. घटः योगः मतुप् घटवत्, भूतलवाचकपदम्, अतः नपुंसके घटवत् एव, घटवत् भूतलं. घटवत् इत्यस्य भावसिद्ध्यर्थं त्वप्रत्ययं योजयामः. घटवत् योगः त्व घटवत्वं, घटवत् त्वं घटस्य स्तरे वर्तते, नियतलिङ्गत्वात् नपुंसके घटवत्वम् एव. पुनः अधोभागे गमनार्थं मतुप् योजयामः. घटवत्वं योगः मतुप् घटवत्ववत्, घटवत्ववत् घटवत्वस्य आश्रयः अपि च भूतलवाचकपदम्, अतः अधोभागे वर्तते. तर्हि आहत्य परिणामः एवम्. अत्र तु त्रयः स्तरः अस्ति. उपरितनं घटत्वं, मध्यमः घटः, अधोभागं भूतलम्. उपरि गमनार्थं त्वप्रत्यय योजयामः. अतः घटः उपरि घटत्वं, घटः योगः त्वं घटत्वं, अधोगमनार्थं मतुप् योजयामः. घटत्वं योगः मतुप् घटत्ववान्, घटः पुल्लिङ्गे अस्ति, अतः घटत्ववान् घटः. अधम घटः अधोभागे मतुप् घटवत् इति भवति. भूतलं नपुंसकलिङ्गम्, अतः घटवत् भूतलम्. उपरि गमनार्थं त्व भूतलं, क्षम्यतां, घटवत् त्व घटवत्वं, घटवत्वम् आश्रयः मतुप् इति अस्ति चेत् घटवत्ववत्, तत्र नित्यलिङ्गम् अस्ति, नियतलिङ्गत्वात् अतः नपुंसकलिङ्गम् अस्ति किल. सत्यं. तर्हि तत्र प्रथमं पश्यतु, तत्र प्रथमं घटत्वं, घटः इति घटः अस्ति, भूतलम् अस्ति, अस्तु. तर्हि भूतले घटः इति अस्ति चेत् तत्र घटः उपरि अस्ति, भूतलम् अधोभागे. घटस्य यद् भावः, घटे यः भावः अस्ति स च भावः अस्ति घटत्वम् इति. तत्र भावप्रत्ययः कः? त्वप्रत्ययः. त्वप्रत्ययः त्व तल् इति प्रत्ययत्रयमस्ति. इदानीं त्वप्रत्ययः पश्यामः. तर्हि तत्र घटः योगः त्वप्रत्ययः आगच्छति चेत् तत्र घटत्वम् इति भावः आगच्छति. तर्हि घटत्वम् इति भावः घटे अस्ति. तर्हि तत्र स्तरत्रयमस्ति. प्रथम स्तरे घटत्वं, घटत्वस्य आश्रयः घटः, घटस्य आश्रयः अस्ति भूतलम् इति. अथवा विपरीतदिश्यां गच्छामः चेत् भूतले घटः, घटे घटत्वम् इति. अस्तु. तर्हि घटत्वं घटे अस्ति. अधोगमनार्थं वयं तु जानीमः एव, अधोगमनार्थं मत्तु प्रत्ययः उपयोगं कर्तुं शक्नुमः. तर्हि घटत्वं घटे अस्ति चेत् घटत्वं योगः मत्तु प्रत्ययः इत्युक्ते घटत्ववान् इति भवति. घटत्ववान् इत्युक्ते घटः एव. समानस्तरे तत्र, हा समानस्तरे अस्ति. तद्वयं विद्याधर्यामपि दृष्टवन्तः. तत्र भावप्रत्ययः अपि च मतुप्रत्ययः उपयोगं द्वयमपि एकस्मिन् समये उपयोगं कुर्मः चेत् तत्र प्रकृति अर्थमेव आगच्छति. स्मरन्ति खलु तद्वाक्यमासीत् विद्याधर्यां? तर्हि घटत्ववान् इति घटः एव. इदानीं घटं स्वीकुर्मः. घटः योगः पुनः अधोभागे अधोगमनार्थं, तर्हि तत्र भूतलम् इति यदस्ति तस्य विवरणं कुर्मः चेत् घटः योगः कः प्रत्ययः आगच्छति तत्र? मतु. तर्हि घट अपि च भूतलम् अस्ति नपुंसके. तर्हि घटः योगः वत् भवति घटवत्. तर्हि भूतलं घटवत् इति सत्यम्. इदानीं तस्मात् पुनः उपरि गन्तुं शक्नुमः खलु. कस्य प्रत्ययस्य उपयोगम् अत्र उपरि गमनार्थं? त्व. तर्हि घटवत् योगः त्व उपयोगं कुर्मः चेत् घटत्वम् इति. तत्र यद् भावप्रत्ययः अस्ति तत्तु नित्यलिङ्गशब्दः अस्ति. त्वप्रत्ययः सर्वदा नपुंसके एव. यथा तल् प्रत्ययः सर्वदा स्त्रीलिङ्गे भवति, तथैव त्वप्रत्ययः सर्वदा नपुंसके. तर्हि घटवत्त्वम् इति भवति. इदानीं घटवत्त्वम् इति अस्ति चेत् तत्र पुनः मतु प्रयोगं कर्तुं शक्नुमः खलु अधोगमनार्थं. तर्हि तत्र घटवत्त्ववत् इति भवति. यदस्ति भूतलमेव. तर्हि तत्र केवलं मुख्यबिन्दु अस्ति, मुख्यबिन्दुद्वयम् अस्ति अत्र. एकमस्ति तत्र मतुप्रत्ययः अपि च भावप्रत्ययोः उपयोगं कुर्मः चेत् तत्र प्रकृतिः एव पुनः आयाति. भगिनि. हरि ओम्. डिस्कनेक्ट्. Disconnected. अस्तु क्षम्यतां, मम काल् किञ्चित् कर्तनम् अभवत्। सर्वे अस्ति वा, सन्ति वा? क्षम्यतां। तत्र द्वितीयबिन्दुः अस्ति तत्र आश्रयः, तत्र मधु प्रत्ययः उपयोगं कुर्मः चेत् तत्र आश्रयः कः इति वयं सम्यक्तया अवगन्तुं शक्नुमः। तत्र घटवत् इति वदामः चेत् तत्र आश्रयः कः? उत्तमं, तर्हि तत्र घटवत् इति तत्र घटस्य मतुप् इति अपि तत्र वयम् अवगन्तुं शक्नुमः खलु। तर्हि तत्र तत्र घटत्वम् इति वदामः चेत् तत्र घटे अस्ति इति तथा तस्य अवगमनम् अपि तत्र भवति, तत्र यदा मतुप् अथवा भावप्रत्ययः उपयोगं कुर्मः चेत्। अस्तु, तर्हि पुष्पा भगिनी भवती अग्रे पठति वा? पुष्पा भगिनी अस्ति वा? अस्तु, बालसुब्रह्मण्यं महोदय भवान् पठतु। अस्तु भगिनी, पठितुं शक्नोति वा? हा, शक्नोति, शक्नोमि। उपरिस्तरे घटत्वं, न विशेषणस्य कार्यं किम्? विशेषणस्य, अस्ति, विशेषणं विशेष्यम् अन्येभ्यः वस्तुभ्यः पृथक् करोति। उन्नतः वृक्षः, उन्नतशब्दः विशेषण विचिन्त्य विवक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इति सामान्यम् अवगमनम्। उन्नतशब्दः विशेषणं विचिन्त्य वीक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इति सामान्यम् अवगमनम्। ओके, एकः अत्र अस्ति उन्नतः वृक्षः वाक्यम्। अत्र उन्नतशब्दः विशेषणं विचिन्त्य अस्तु चिन्तनं करोति चेत् चिन्तनं करोति चेत् विवक्षणम् इति विशेषणम् इति चिन्तयामः चेत् विवेषणं चिन्तयामः, उन्नतशब्दः विशेषणम् इति चिन्तयामः चेत् विवक्षितम् अस्तु वक्तुमिच्छा विवक्षा अस्तु अस्तु, उन्नतशब्दः विशेषणम् इति चिन्तयामि चेत् विवक्षितं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति इत्युक्ते किं? तत्र तद्वाक्यमेव पुनः पठितवती खलु, तत्र वृक्षम् अन्येभ्यः वृक्षेभ्यः समान क्रियते करोति चेत् यत् वृक्षं वृक्षः उन्नतः। पुनः वदतु, अन्येभ्यः वृक्षेभ्यः पृथक् करोति इत्युक्ते क तत्र आशयः कः? तत्र पृथक् करोति इत्युक्ते तत्र अर्थः कः? पृथक् करोति समान करोति न न न विपरीत अर्थः खलु तत्र पृथक् करोति इत्युक्ते तत्र भिन्नः इति तर्हि तत्र चिन्तयतु तत्र वृक्षसमूहः अस्ति उद्यानं गच्छति भवति तत्र वृक्षसमूहः अस्ति चेत् तत्र उन्नतः वृक्षः इति भगिनि एकक्षणं शृणोतु क्षम्यतां तत्र उन्नतः वृक्षः इति वदामः चेत् तत्र एक प्रायः एकः एव वृक्षः अन्येभ्यः वृक्षेभ्यः उन्नतः अस्ति तर्हि उन्नतः वृक्षः इति तत्र किमपि पक्षी अस्ति अथवा किमपि फलम् अस्ति तत्र वयं वदामः खलु तत्र उन्नतवृक्षः पश्यतु तस्य अधोभागे अस्ति पक्षी अथवा तत्र तस्मिन् अस्ति फलम् इति यदा वयं वदामः चेत् तत्र यः वृक्षः उन्नतः अस्ति तत्र सर्वेषु वृक्षेषु तद् वृक्षं वयं सः वृक्षः वयं सूचयामः तदा यदा वयम् उन्नतः वृक्षः इति वदामः चेत् तर्हि तत्र एकः वृक्षः अन्येभ्यः वृक्षेभ्यः तत्र पृथक् भवति इत्युक्ते तत्र भिन्नः भवति भेदः स्थापयामः तत्र यदा वदामः चेत् एषः उन्नतः वृक्षः इति तर्हि तत्र उन्नतः इति पदम् उपयुज्य वयं तत्र पृथक् कर्तुं शक्नुमः तदेव अस्ति विशेषणस्य कार्यम् इति विशेषणम् इत्युक्ते किमर्थं चेत् तत्र पृथक्करणम् इति एव तस्य मुख्य अंशः अस्ति अवगतम् इदानीम् अस्तु तर्हि सुनील् महोदय भवान् अग्रे पठति वा विशेषणविशेष्ययोः अर्थः विशेषणविशेष्यम् इति शब्दद्वयमपि अर्थसम्बन्धं न तु शब्दसम्बन्धम् अयं सिद्धान्तः मुख्यः इदानीं तत्र विशेषणविशेष्यमिति शब्दद्वयमस्ति तद् अर्थसम्बन्धः इति मुख्यसिद्धान्तः इति उच्यते न तु शब्दसम्बन्धः विशेष्यः पदार्थः न तु पदं तर्हि पदं किं विशेष्यवाचकं यदा वृक्षः इति विशेष्यं कदापि पदं न भवति वृक्षः विशेष्यः वृक्षः लोके जीवितवस्तु यत् सः पदार्थः वृक्षः सः लोके यः प्राणी वृक्षः स एव विशेष्यः अतः वृक्षशब्दः विशेष्यवाचकः न तु स्वयं विशेष्यम् अत्र विशेष्यः पदार्थः इति वदति केवलं पदं नास्ति इति अतः प्रश्नः अस्ति पदं किम् इति पदं विशेष्यवाचकम् इति वदति यदा वृक्षः इति विशेष्यं कदापि पदं न भवति वृक्षः विशेष्यः अतः उन्नतः वृक्षः इति वाक्यमस्ति तत्र वृक्षः विशेष्यः इति तद् पदं न इति न न न न उन्नतः वृक्षः इति वाक्ये तद् वृक्षः इति यत् पदमस्ति तत्तु विशेष्यवाचकपदमस्ति स्वयं विशेष्यं न तत्र विशेष्यम् इत्युक्ते तत्र यत् पदार्थः अस्ति तदेव पदार्थः अस्ति विशेष्यः इति तर्हि यत् उद्याने वा अस्माकं गृहस्य पुरतः वा यत्र कुत्रापि यत् वृक्षः अस्ति तत् स्वयं वस्तु यदस्ति स तदेव अस्ति विशेष्यः इति वस्तुतः उन्नतः वृक्षः इति यदा वयं वदामः चेत् तत्र वृक्षः इति यत् पदं वयम् उपयोगं कुर्मः तत् स्वयं विशेषः नास्ति, परन्तु यत् विशेषः अस्ति उद्याने तत् सूचयति, तर्हि तत् विशेषवाचकपदमस्ति अथवा विशेषवाचकशब्दः. तद् उन्नतः वृक्षः सम्पूर्णवाक्यं किल, केवलं वृक्षः नास्ति वा? उन्नतः वृक्षः इति सत्यं सम्पूर्णवाक्यमेव, परन्तु तत्र उन्नतः वृक्षः इति सम्पूर्णवाक्ये वृक्षः इति यत् पदमस्ति तत् स्वयं विशेषः नास्ति, परन्तु विशेषवाचकपदमस्ति. तद् यद् यद् जीवितवस्तु अस्ति, यत् स्वयं पदार्थः अस्ति बहिः वृक्षः, तदेव विशेषः अस्ति. तद्वृक्षः इति पदं तु तद्वस्तुमेव सूचयति. अवगतं वा? अस्तु. अथवा श्वेतं वस्त्रम् इति स्वीकुर्मः चेत् तत्र वस्त्रमिति विशेष्यः इति, तद् स्वयं विशेष्यं नास्ति इति सम्पूर्णवाक्यं विशेषवाक्यमिति. विशेष्यवाचकमिति वस्त्रमिति यत् पदमस्ति तद् विशेष्यवाचकपदमस्ति. तत्र सम्पूर्णवाक्यं वा न वा इति किञ्चित् भिन्नवार्ता अस्ति, परन्तु यत्र कुत्रापि वयं तादृशपदम् उपयोगं कुर्मः चेत् तत्र तत् पदं तु सर्वदा विशेषवाचकपदमेव. यद् पदार्थः अस्ति तदेव स्वयं विशेष्यः. अस्तु, स्पष्टम्? रामप्रिया भगिनी किञ्चित् क्षम्यताम्, प्रणा भगिनी किञ्चित् अग्रे पठति वा? विशेष्य अत्र विशेष्यपदं परिशीलनं जातः. विशेष्य वि योगः सिष् योगः नियत् सिषृ विशेषणे रुधादिगणे अनुबन्धरहितधातुः लोके सिष् लटि शिनष्टि वि उपसर्गपूर्वकः विशिष् लटिकर्तरिप्रयोगे विशिनष्टि कर्मणि प्रयोगे विशिष्यते. अत्र मूलधातुः अस्ति सिषृ, तस्य अर्थः अस्ति विशेषणे रुधादिगणे अस्ति, निरनुबन्धरूपम् अस्ति यथा ऋकारस्य इत्संज्ञा भवति उपदेशे अजनुनासिक इत्सूत्रेण सिष् इति अवशिष्यते. तस्य रूपं शिनष्टि इति, अत्र विशेष्य इति पदे वि उपसर्गपूर्वकः अस्ति, तत्र कर्मणि प्रयोगे विशिष्यते इति. अग्रे पठामि वा भगिनि? आं भगिनि. रुहलोर्नियत् रुवर्णान्तेभ्यः हलन्तेभ्यः च धातुभ्यः कर्मण्यर्थे नियत् प्रत्ययो भवति, नकारतकारयोः इत्संज्ञा या अवशिष्यते. अत्र पूर्वं वियोगः सिष्योगः ण्यत् इति पश्यामः, तत् ण्यत् प्रत्ययः कथं कुत्र भवति इति वक्तुम् एकः सूत्रः अस्ति, रुहलोर्ण्यत् रुहलोः ण्यत् रुवर्णान्तेभ्यः, यथा धातुः अन्ते रुवर्णः अस्ति चेत् अथवा हलन्तः धातुः अस्ति चेत् तत्र कर्मणि अर्थे ण्यत् प्रत्ययः भवति. ण्यत् प्रत्ययः तत् पूर्व निरनुबन्धरूपं कृत्वा तकारः गच्छति, णकारः अपि गच्छति. णकारः आदिर्निकुडवः इति सूत्रेण, तकारः हलन्त्यम् इति सूत्रेण य एव अवशिष्यते. तत् पूर्वं वियोगः शिष्योगः य इति लब्धम्. अग्रे पठामि वा भगिनि? आं, तत् सूत्रपर्यन्तं सम्पूर्णं करोतु भगिनि. ओके. नियत् इति नित् अस्ति, यथा निरनुबन्धरूपम् आदिः यत् णवर्णः अस्ति तत् इत्संज्ञा भूत्वा यत् यकारः एव तिष्ठति तस्मात् अन्यत् णित् अस्ति. णित्वात् द्वे कार्ये अचो णिति इत्यनेन अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः णिति णिति प्रत्यये परे. यथा कुरु धातुः अस्ति तत् यकारः णियत् प्रत्ययः यथा वयं योजयिष्यामः क्रुयोगः या अस्ति तत्र अन्त्यवर्णस्य एतत् क्रु धातुः अजन्त अङ्गमस्ति तस्य अन्तिमवर्णः अस्ति ऋकारः तस्य वृद्धिः जातः अचो णिति इति सूत्रेण तस्मात् कार् इति भवति कार्योगः या तत् कार्यम् इति रूपम् अस्ति. हृयोगः या अपि तथा यत्र हार् इति रूपं वृद्धिरूपं स्वीकृत्य हार्योगः या हार्यं ध्रुयोगः या धार्यम्. एतत् अचोमिति इति सूत्रस्य निमित्तिः निमित्तः अस्ति णित् प्रत्यये परे. एकः सूत्रम् अपरं सूत्रम् अस्ति अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः णिति णिति प्रत्यये परे. यथा णिति णित् णिति प्रत्यये परे उपधायां अस्ति चेत् भगिनी अत्र उपधा इत्युक्ते क्षम्यताम् अत्र उपधा इत्युक्ते किम् इति अपि का इति अपि किञ्चित् वदतु किमर्थं चेत् अत्र उपधा इत्युक्ते अङ्गस्य अन्तिमवर्णस्य पूर्वं यत् वर्णः अस्ति तस्य संज्ञा भवति उपधा. उदाहरणेन वच् इति अङ्गं वयं स्वीकृतवन्तः चेत् हल् च वर्णः अन्तिमवर्णः अस्ति किन्तु च वर्णः पूर्वम् अकारः अस्ति तत् अकारः उपधा इति वयं वदामः. अत्र अत उपधायाः सूत्रेण यथा णित् अथवा णित् परे अस्ति चेत् यत् उपधायां ह्रस्व उपधायां यत्र स्वरः अस्ति तस्य वृद्धिः जातः. अत्र अकारः अस्ति इति कारणेन वृद्धिरूपं वा आकारः स्वीकृत्य वाच् योगः या भवति. तस्य एतत् अन्यप्रक्रिया अस्ति यत्र वाक्यम् इति निष्पन्नं जातं किन्तु अत्र अवधानं यत् णित् अथवा णित् प्रत्यये परे वृद्धिः जातः. अचोणिति अतोपधायाः एतत् एतानि सूत्राणि णित् निमित्तं स्वीकृत्य वर्तयन्ते. एकः किन्तु अत्र वयं विशेष्य इति प्रथमं परिशीलयामः चेत् वियोगः शिष्योगः ण्यत् अत्र शिष् इति उपधा अस्ति इकारः. अत्र आर्धधातुकप्रत्ययः अस्ति ण्यत् आर्धधातुकप्रत्ययः. आर्धधातुकत्वात् एकं कार्यम् अस्ति तत् पुगन्तलघूपधस्य च इत्यनेन यत्र लघूपधस्य इकः गुणः भवति सार्वधातुक आर्धधातुके च प्रत्यये परे. यथा अत्र छिद्योगः या अस्ति उपधायां यत् इकारः अस्ति तत् गुणं स्वीकृत्य एकारः भवति छेद्यम्. तथा एव सिश् योगः ण्यत् अस्ति तत् सिश् योगः या इकारस्थाने एकारः शेष्यम् इति रूपं भवति. तस्मात् वियोगः सिश् योगः ण्यत् तत् विशेष्यं विशेष्यत् ण्यत् प्रत्ययेन यः शब्दः निष्पन्नः सः विशेष्यनिघ्नः अतः त्रिषु लिङ्गेषु भवति विशेष्यः विशेष्या विशेष्यम्. तत्र भगिनी विशेष्यं निघ्नः इत्युक्ते कः विशेषनिघ्नः इत्युक्ते गते सप्ताहे अपि दृष्टवन्तः खलु तत्र विशेष्यम् अनुसृत्य तस्य विभक्तिपरिमाणम् अपि च लिङ्गपरिमाणं भवति. तर्हि तत्र यथा सुन्दरः तर्हि सुन्दरः सुन्दरी सुन्दरम् इति वदामः खलु तथा तादृशशब्दाः विशेषनिघ्नशब्दाः इति. अस्तु तर्हि तत्र एतत् एषः भागः तु केवलं कथं विशेष्यम् इति शब्दः निष्पन्नः इति विषये एव तत्र अस्माकम् इदानीम् अस्माकं विषयः तु सः नास्ति, परन्तु किञ्चित् परिचयरूपेणैव महोदयेन लिखितमस्ति. तद् सम्पूर्णतया न अवगन् सम्पूर्णतया अवगच्छामः चेत् वरं, न चेत् अपि नास्ति चिन्ता. किमर्थं चेत् तत् अस्माकं कृते तावत् आवश्यकं नास्ति इदानीम्. अस्तु, तर्हि अग्रे सरामः. रामप्रिया भगिनी, भवती एव पठति वा अग्रे? आं भगिनि. पूर्वोक्तरीत्या विशेष्यम् अर्थसम्बन्धं, न तु शब्दसम्बन्धम्. अतः वृक्षः पदं न अपि तु प्राणि. वृक्षः पदं न अपि तु प्राणि. तथैव तस्य विशेषणं, येन सः प्राणी विशिष्यते, पृथक् क्रियते, तत् विशेषणम् अपि पदं न कदापि भवति. प्राणी वृक्षः स्वस्य गुणेन विशिष्यते. अतः यः गुणः प्राणिनि वृक्षे अस्ति, सः गुणः एव विशेषणम्. उन्नतः वृक्षे अस्ति इति वक्तुं शक्यते वा? चिन्तयतु, वृक्षः स्वयम् उन्नतः भवति किल? वृक्षे उन्नतः इति तु न एव उच्यते. तर्हि उन्नतवृक्षे विद्यमानः गुणः कः? औन्नत्यम्. औन्नत्यं वृक्षे अस्ति. औन्नत्यगुणेन वृक्षः विशिष्यते, विद्यते. अतः औन्नत्यम् इति गुणः एव विशेषणम्. अत्र विशेष्यम् अर्थसम्बन्धम् अस्ति. पूर्वमपि उच्यते किल, शब्दसम्बन्धं नास्ति इति अस्ति. वृक्षः पदार्थः अस्ति, वस्तु अस्ति, पदं नास्ति. तथैव तस्य विशेषणं, येन सह प्राणी विशिष्यते. विशेषणम् इत्युक्ते येन सह तद् वस्तु अन्यवस्तूनि भिद्यते या विशिष्यते, तदेव विशेषणम्. विशेषणमपि पदं नास्ति. प्राणी वृक्षः स्वस्य गुणेन विशिष्यते. वृक्षे स्वस्य किमपि गुणम् अस्ति चेत् स्वस्य गुणेन सः विशिष्यते, तदेव विशेषणं. तदेव अर्थं वा भगिनि? आम्, तत्र विशिष्यते इत्युक्ते किमर्थं? तत्र भिद्यते अथवा पृथक् क्रियते एव अर्थः खलु. तर्हि तत्र आम् तत्र यत्किमपि प्राणी भवतु, तत्र वृक्षः अस्ति इति यदा वयं प्रथमम् उक्तवन्तः खलु, तत्र उद्याने वृक्षसमूहः अस्ति, तत्र एकः वृक्षः उन्नतः अस्ति इति वदामः चेत् तत्र वृक्षे तत्र किमपि गुणमस्ति, तादृशगुणेन स च वृक्षः अन्येभ्यः वृक्षेभ्यः पृथक् भवति खलु. यत् यत् गुणः स च गुणः यत् प्राणिनि अथवा वृक्षे भवति, स एव गुणः विशेषणम् इति विशेषणम्. तर्हि तत्र उन्नतः वृक्षः इति वदामः चेत् तत्र उन्नतः इति शब्दः स्वयं वृक्षं सूचयति खलु. तत्र उन्नतः इति शब्दः गुणं न सूचयति, तत्तु स्वयं वृक्षः. उन्नतः इत्युक्ते तत्र वृक्षः एव. तत्र औन्नत्यम् इति कश्चन गुणः वृक्षे अस्ति, तत् उन्नतवृक्षे यद् उन्नतवृक्षः यः अस्ति तस्मिन् वृक्षे औन्नत्यम् इति गुणः अस्ति, स च गुणः एव तत्र विशेषणम् इति. किमर्थं चेत् तद् गुणम् एव पृथक् करोति एषः वृक्षः अन्यवृक्षात् पृथक् इति. तर्हि तद् यद्गुणः अस्ति तदेव विशेषणं वस्तुतया. भगिनि एकः प्रश्नः अस्ति. पूर्वकक्षायां वयं गुणवाचकशब्दम् अथवा गुणवत् वाचकम् इति पठामः खलु. अत्र उन्नतः इति गुणवत् वाचकशब्दं, किन्तु यथा वयं पूर्वं पश्यामः वृक्षः इति विशेष्यवाचकं, तथैव उन्नतः अपि विशेषणवाचकम् इति वक्तुं शक्नुमः वा न वा? सत्यं भगिनि, तदेव अग्रे आयास्यति. तत्र यथा वृक्षः इति विशेष्यवाचकपदमस्ति, तथैव उन्नत इति विशेषणवाचक वाचकपदमेव. ओ ओके. गुणवत् वाचकमपि खलु? गुणवत् वाचकमपि, सत्यं सत्यं. तत्र यदा वयं गुणवाचकशब्दाः इति वदामः, तत्र भेदत्रयं वर्तते, तदपि अग्रे आयास्यति. तत्र तत्र भेदत्रयं वर्तते. तत्र एकः अस्ति गुणवत् इति. तर्हि अत्र उन्नतः इति यत् पदमस्ति, स च पदं तु विशेष, तत् पदं तु विशेषणवाचकपदमपि गुणवत् अपि, सत्यम्. क्षम्यतां महोदय, यः पदं नास्ति सः प्राणी वा? प्राणी इति वाक्यम् अर्थः वदतु महोदय. यः पदं नास्ति सः प्राणी वा? किं तत्र प्राणाः यस्मिन् यस्य वा इति, प्राणी इति खलु. तत्र प्राणी इत्युक्ते वस्तु इति एव. तत्र वृक्षः इति प्राणी इत्युक्ते तत्र वस्तु, यत् जीवितवस्तु अस्ति अस्माकम् उद्याने वा यत्र कुत्रापि यत् वृक्षः अस्ति, स च वृक्षः एव स्वयं, तत् पदार्थः एव स्वयं विशेष्यः. वृक्षः इति यदा अहं वदामि तत्र उन्नतः वृक्षः इति, तद्वृक्षः इति पदं स्वयं वृक्षः नास्ति खलु. तत्तु पदमेव, तत् पदं तत्र तदेव भाषाविशेषः खलु. तत्र प्रत्येकं भाषायां तथैव भवति. तत्र यदा वयं यत्किमपि पदम् उपयोगं कुर्मः, तत्तु यस्य कस्यापि विवरणमेव, परन्तु तत् तद् स्वयं विषयः इति न भवति. स्पष्टं वा? स्पष्टम्. अस्तु, तर्हि अन्य कोऽपि आगतं वा मध्ये, यस्य नाम मम पार्श्वे नास्ति? अस्तु, नमस्ते महोदय. तर्हि भवान् एव अग्रे पठति वा? आम्, अग्रे. यथा वृक्षः इत्युक्ते लोके यः प्राणिः, प्राणी विशेष्यः, अपि च यथा वृक्षशब्दः तस्य विशेष्यवाचकः, तथैव तस्मिन् वृक्षे यः गुणः औन्नत्यं तस्य विशेषणवाचकः उन्नतः शब्दः. इत्थं च वृक्षशब्दः विशेष्यवाचकः, उन्नतशब्दः विशेषणवाचकः. आहत्य वृक्षः यद् वस्तु तद् विशेष्यं, वृक्षशब्दः तस्य विशेष्य, क्षम्यताम्, आहत्य वृक्षः यद् वस्तु तद् विशेष्यं, वृक्षशब्दः तस्य विशेष्यवाचकः, न तु स्वयं विशेष्यम्. औन्नत्यं यः गुणः सः विशेषणम्, उन्नतशब्दः तस्य विशेषणवाचकः, न तु स्वयं विशेषणम्. विशेषणवाचकशब्दाः सामान्यतया गुणविषये भवन्ति, अतः गुणवाचकाः इत्यपि उच्यन्ते. अत्र न्यायशास्त्रस्य क्षम्यतां, तत्र चतुर्विंशतिगुणाः इति न, अत्र गुणाः गुणः सामान्यर्थे अस्ति, यथा दैर्घ्यं, विस्तारः, औन्नत्यं. यथा उन्नतशब्दः इति विशेषणवाचकशब्दः गुणं वदति, औन्नत्यं वदति, अतः गुणवाचकः इत्यपि उच्यते. यथा वयं इदानीमेव दृष्टवन्तः तत्र वृक्षः वृक्षशब्दः केवलं विशेष्यवाचकः न तु विशेष्यं तथा एव उन्नतशब्दः तत्र विशेषणवाचकः न तु विशेषणं स्वयं तथैव तत्र उक्तम् उन्नतशब्दः तत्र उन्नत्यम् इति गुणः सूचयति यत् न तु क्षम्यताम् उन्नतः तत्र औन्नत्यम् इति गुणः सूचयति तत्र सः अस्ति विशेषणवाचकशब्दः तदनन्तरम् अस्ति साधारणतया विशेषणवाचकशब्दाः गुणविषये भवन्ति इत्युक्ते ते गुणसूचना कुर्वन्ति अतः गुणवाचकाः इत्यपि उच्यन्ते अत्र गुणः इत्युक्ते न्यायशास्त्रे गुणाः चतुर्विंशतिः गुणाः ये सन्ति तेन परन्तु सामान्य अर्थे इत्युक्ते तत्र लेङ्क् वित् हैट् इति तत्र दत्तमस्ति तत्र अग्रे उदाहरणमस्ति उन्नतशब्दः विशेषणवाचकशब्दः तत् औन्नत्यम् इति गुणः सूचयति अतः गुणवाचकः अपि इदानीं स्पष्टम् इति चिन्तयामि तत्र किमपि प्रश्नः अस्ति वा अस्तु तर्हि पुष्पा भगिनी अग्रे पठति वा पुष्पा भगिनी अस्ति वा अस्तु अस्मि म्यूट् करोति गुणवाचकशब्दाः त्रिविधाः ये गुणविषये वदन्ति केवलं गुणवाचकाः शक्तिः श्रद्धा बलं धैर्यं श्रमः भयं गुणम् एव वदन्ति केवलं गुणिवाचकाः उन्नतः विशालः उत्तमः सुन्दरः गुणवत् वाचकाः गुणवाचकाः अपि भवन्ति गुणिवाचकाः अपि भवन्ति शुक्लः नीलः रक्तः मधुरः आम्लः कटुः अत्र अस्ति गुणवाचकशब्दाः त्रिविधा त्रिविधा ये गुणविषये वदन्ति तस्य चेत् गुणविषये ये गुणवाचकशब्दाः वदन्ति केवलं गुणवाचकाः शक्ति श्रद्धा बलं धैर्यं श्रमः भयं एतानि वाक्यानि एतानि शब्दानि गुणम् एव वदन्ति केवलं गुणिवाचकाः उन्नतः विशालः उत्तमः सुन्दरः एतानि शब्दानि गुणवत् वाचकाः. गुणवाचकाः अपि भवन्ति गुणिवाचकाः अपि भवन्ति. शुक्लः, नीलः, रक्तः, मधुरः, आम्लः, कटुः, ये शब्दानि गुणवाचकाः अपि भवन्ति, गुणिवाचकाः अपि भवन्ति. अस्तु भगिनि, तर्हि बालसुब्रह्मण्यं महोदय अग्रे पठति वा. प्रथमः, केवलं गुणवाचकशब्दाः एभिः शब्दैः गुणविषये एव सूचना प्राप्यते, गुणस्य आश्रयस्य विषये न कापि सूचना. शक्तिः, अनेन शब्देन केवलं शक्तिः इति गुणः उच्यते. इयं शक्तिः कुत्र अस्ति, कस्य अस्ति, कस्मिन् अस्ति, शक्तिशब्देन एतादृशी न कापि सूचना लभ्यते. सो गुणवाचकशब्दाः केऽपि शब्दैः गुणविषये एव सूचना प्राप्यते. अप्रश्न, विसरेण आश्रयस्य विषये इत्यादि न उक्तम्. साक्षात् गुणविषये एव सूचनं प्राप्यते. अस्तु अग्रे. द्वितीय, केवलं गुणिवाचकशब्दाः येषां विषये बहूनां भ्रमो भवति यतोहि एकदृष्ट्या गुणिवाचकाः एव, अप्रयादृष्ट्या केवलं गुणिवाचकाः इति वक्तुं न शक्नुमः. गुणिवाचकशब्दाः किञ्चित् भ्रमं भवति. महोदय अग्रे अपि पठतु, तत् बिन्दु सम्पूर्णं कृत्वा. उन्नतशब्दः, उन्नतः इत्युक्तौ औन्नत्यगुणविशिष्टः. औन्नत्यगुणः यस्मिन् अस्ति तादृशः कश्चन. सुन्दरः इत्युक्तौ सौन्दर्य यस्मिन् अस्ति तादृशः कश्चन. एते गुणविशिष्टगुणिवाचकाः, नाम तेन गुणेन युक्तं गुणिनं बोधयति. उन्नताः औन्नत्यं यः गुणः, तादृशगुणेन युक्तं यं कमपि पदार्थ गुणिनं बोधयति. यथा उन्नतः वृक्षः इत्युक्ते कश्चन वृक्षः यः औन्नत्ययुक्तः अस्ति. प्रश्नः, द्विवारं वदनस्य का आवश्यकता, गुणविशिष्टगुणिवाचकः. गुणि इत्युक्ते यस्मिन् सः गुणः अस्ति एव, तर्हि पुनः गुणविशिष्ट इत्यनेन को लाभः? उत्तरं, वस्तुतः न अपेक्षितं, किन्तु स्पष्टतार्थम् उच्यते तावदेव. गुणि इत्यनेन गुणविशिष्ट इत्येव अर्थः. गुणः अस्मिन् अस्ति इत्येव गुणि. कश्चनः गुणः अस्ति, तादृशगुणेन विशिष्टम् एकं पदार्थं बोधयति. तथापि भ्रमस्य दूरीकरणे महान् लाभः, कथम् इति अग्रे वक्ष्यते. तृतीय, गुणवाचकाः अपि गुणिवाचकाः अपि. एते शब्दाः, द्वितीयबिन्दु यदस्ति तत् किञ्चित् प्रतिपादयित्वा अग्रे सरामः, तर्हि तत् किञ्चित् वदतु. सो द्वितीय अवगतवान् वा यद् भवान् इदानीं पठितवान् तस्य अवगमनम् अभवत् वा? भक्तिमेव प्रश्नः. क्षम्यताम्. गुणिवाचकशब्दः एकरीत्या गुणिवाचकः एव, अपररीत्या केवलं गुणिवाचकः इति वक्तुं न शक्नुमः. तत्र तत्र पश्यतु, तत्र केवलं गुणिवाचकशब्दाः इति उन्नतः वृक्षः इति यथा वदामः चेत् तद् उन्नतः इति तद् वयम् इदानीम् इतः पर्यन्तं किं दृष्टवन्तः, तत्र उन्नतः इति कथनेन तत्र उन्नतः इति यत् शब्दः अस्ति तत् स्वयं वृक्षम् एव सूचयति इति तत् गुणिवाचकशब्दः इति वयं दृष्टवन्तः खलु. तत्र तद् गुणिवाचकः अथवा गुणवत्वाचकशब्दः इति. परन्तु अपरया दृष्ट्या इत्युक्ते अन्यरीत्या तत् पश्यामः चेत् तत् केवलं गुणिवाचकः इत्यपि वक्तुं न शक्नुमः. इत्युक्ते तत्र उन्नतः इति शब्दः वदामः चेत् तत्र यस्मिन् औन्नत्यम् इति गुणः अस्ति इति अपि तत् सूचना ददति खलु. केवलं तत्र उन्नतः वृक्षः इत्युक्ते उन्नतः इति पदं केवलं वृक्षं न सूचयति, तादृशवृक्षं यस्मिन् औन्नत्यम् इति गुणः वर्तते इति. सत्यम्? तर्हि तत्र तत्र वृक्षः अपि सूचयति अपि च वृक्षे विद्यमानगुणः अपि सूचयति. तर्हि तदर्थमेव तत्र गुणविशिष्टगुणिवाचकाः इति वदन्ति. इत्युक्ते तत्र गुणेन विशिष्टः भवति तादृशगुणिवाचकशब्दाः इति. तर्हि तत्र तथा वदामः चेत् तत्र प्रश्नः किम् अस्ति इत्युक्ते तत्र प्रश्नः कः इत्युक्ते तत्र किमर्थं तत्र गुणविशिष्टगुणिवाचकाः इत्युक्ते तत्र गुणि इति यथा वदामः तत्र गुणि इति इणिप्रत्ययः यदस्ति तस्य अर्थः एव अस्ति तत्र यस्मिन् तस्य वा इति. तर्हि गुणि इति वदामः चेत् तत्र एव तत्र तादृशगुणः अस्ति इति अर्थः आगच्छति चेत् किमर्थं गुणविशिष्ट इति वक्तव्यम् इति प्रश्नः प्रश्ने सति. तत्र उत्तरमस्ति तत्र तत् प्रायः आवश्यकं नास्ति परन्तु किञ्चित् स्पष्टं भवतु इति कारणात् तथा अस्ति इति. तर्हि तत्र तादृशकथनेन तत्र भ्रमः न आगच्छति खलु. तत्र केवलं गुणिवाचकशब्दः इत्युक्ते तत्र तत्र गुणमपि सूचयति गुणिमपि सूचयति किमर्थं गुणिवाचकशब्दाः इति प्रश्नः आगच्छति. परन्तु गुणविशिष्टगुणिवाचकशब्दाः इति वदामः चेत् तत्र तादृशप्रश्नः न आगच्छति. अस्तु, तर्हि यः न वदति तत्र कृपया म्यूट् करोतु. तत्र किमपि ध्वनिः आगच्छति मध्ये. अस्तु, धन्यवादः. भगिनि एकः प्रश्नः अस्ति, केवलं गुणवाचकशब्दः इत्युक्ते शक्ति श्रद्धा बलम् इति अस्ति किल, तद् तदपि यदा बालकः शक्तिमान् अस्ति तदपि गुणमेव सूचयति किल? तद् शक्तिमान् इति किमपि अन्यप्रत्ययः आगच्छति खलु. केवलम् इति वदामः चेत् तद् बालकं न सूचयति खलु. तदेव भिन्नता वा? हा, तदेव भिन्नता अत्र. सत्यं, इति वदामः चेत् तत्र बालकः वा बालिका वा वृक्षः वा तत्र उत्पीठिका वा इति वयं न जानीमः. तत्र तस्य शक्तिः इति गुणस्य आश्रयः कः, यस्य अस्ति यस्मिन् अस्ति इति वयं न जानीमः. तदेव तत्र. परन्तु क्षम्यता, वदतु. परन्तु यदा उन्नतः विशालः इति एव स्वीकुर्मः चेत् तदपि किमपि न सूचयति किल, यदा एकविशेष्यं विशेष्यवाचकपदं योजनेन एव अर्थम् आगच्छति किल. उन्नतः इति वदामः चेत् तत्र किमपि वस्तु अस्ति यस्मिन् औन्नत्यम् इति गुणः अस्ति इति वक्तुं शक्नुमः. तत्र उन्नतः इति अस्ति चेत् तत्र यः कोऽपि पुरुषः अस्ति, पुरुषः इत्युक्ते पुल्लिङ्गवस्तु इति चिन्तयतु, तत्र अस्ति यस्मिन् औन्नत्यम् इति गुणः अस्ति इति वयं जानीमः. तत्र आश्रयः किञ्चित् आश्रयः अस्ति इति जानीमः खलु, परन्तु औन्नत्यम् इति वदामः चेत् तत्र यस्मिन् यस्य अस्ति वा अथवा तत्र केवलम् औन्नत्यविषये कथनं वा इति किमपि न जानीमः. तत् औन्नत्यम् इति वदामः चेत् केवलं तत् औन्नत्यम् इति गुणः एव, तत्र भेदः वर्तते खलु. धन्यवादः. अस्तु, एकः प्रश्नः, तत्र श्रद्धा, बलं, धैर्यं, श्रमः, भयं, शक्तिः, केवलम् एतानि एव वा अत्र उदाहरणरीत्या एतानि गुणानि दत्तं वा? अन्य कोऽपि गुणः अस्ति यत् गुणवाचकः एव? पदानि तु तत्र केवलम् उदाहरणरूपेण एव दत्तानि अस्ति. तत्र धनमपि तथा वक्तुं शक्नुमः खलु, धनवान्, बलम् इव तत्र धनं, धैर्यं, भीति, भयं, यत्किमपि भवतु, यत्किमपि गुणः भवतु तद् वयं तथा वक्तुं शक्नुमः खलु. अस्तु, तत्र मम एकः प्रश्नः अस्ति. तत्र केवलं अत्र द्वितीयबिन्दुमध्ये केवलं गुणिवाचकः इति अस्ति, परन्तु वयम् इदानीमेव तत्र किञ्चित् चर्चां कृतवन्तः, तत्र गुणिवाचकः अपि गुणं सूचयति इति. तर्हि तत्र द्वितीयतृतीयप्रभेदयोः भेदः कः? तर्हि तत्र किमर्थं केवलम् इति तत्र अस्ति, तत्र गुणिवाचकः अपि च गुणवाचकः इति न किमर्थं नास्ति? कोऽपि वक्तुं शक्नोति वा? अपर्णा भगिनी वक्तुं शक्नोति वा? गुणवाचकः अपि गुणिवाचकः, गुणिवाचकः अपि, तस्य प्रसक्ते वयं न पठितवन्तः, किन्तु अहं मन्यामि यत्र नीलः वस्त्रः इति वयं गुणिवाचकरूपेण अपि प्रयुज्यामः, गुणः अपि एकः गुणः इति कारणेन तद् गुणवाचकः अपि भवति. तत्र तत्र भ्रमः नास्ति इति कारणेन गुणं, गुणि इति द्वयोः अपि वाचकः अस्ति. तदेव, तत्र यदा वयं गुणवाचकः अपि च गुणिवाचकः इति वदामः चेत् तत्र अग्रे पश्यामः, परन्तु तत्र तदेव शब्दः रूपद्वयमपि धारयति खलु. तत्र श्वेतः इति वदामः चेत् श्वेतः इति गुणमपि भवितुम् अर्हति, श्वेतः इति गुणी अपि भवितुम् अर्हति. परन्तु अत्र उन्नतः इति वदामः चेत् तत्र उन्नतः इति स्वयं गुणः न, उन्नतः इति पदम् औन्नत्यम् इति कश्चन गुणः अस्ति इति सूचयति. तदेव अत्र भेदः. अस्तु, तर्हि सुनील् महोदय, भवान् करोति वा? इदानीं तृतीय वाक्यमस्ति, गुणवाचकाः अपि गुणिवाचकाः अपि, एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते, गुणिवाचकत्वेन अपि प्रयुज्यन्ते, यथा शुक्लः, कृष्णः, नीलः इति शब्दाः. शुक्लः गुणवाचकः इत्युक्ते वैट् कलर् इति वक्तव्यं चेत् शुक्लः अस्मिन् अर्थे पुल्लिङ्गे एव प्रयोक्तव्यम्। शुक्लवर्णेन वर्णेन युक्तः कश्चन इति चेत् गुणिवाचकः अस्मिन् अर्थे त्रिषु लिङ्गेषु रक्तः घटः शुक्ला शाटिका क्लं पुष्पं तत्र कलः घटः शुक्लः घटः शुक्ला साडिया शुक्लं पुष्पम् इति तत्र मुद्रणदोषं भवति चिन्तयामि। रसवाचकशब्दाः अपि तथा लवणः आम्लः मधुरः कटुः तिक्तः कषायः एते शब्दाः गुणवाचकाः चेत् नियतलिङ्गाः पुल्लिङ्गे एव भवन्ति यथा मधुरः गुणवाचकः स्वीटेस्ट् इति इत्यर्थः पुल्लिङ्गे एव मधुरस्य युक्तः इति चेत् गुणिवाचकः त्रिषु लिङ्गेषु मधुरः शाकः मधुरा शर्करा मधुरम् ओदनमिति। आम् अत्र अस्ति गुणवाचकस्य अनन्तरं गुणिवाचकः एते शब्दाः गुणवाचकत्वेन अपि प्रयुज्यन्ते गुणिवाचकत्वेन अपि प्रयुज्यन्ते इति यथा वयं पूर्वं दृष्टवन्तः शुक्लः नीलः इति तद् गुणवाचकत्वेन उपयोगं कर्तुं शक्यते गुणिवाचकत्वेन अपि उपयोगं कर्तुं शक्यते। आम् तत् पुल्लिङ्गे प्रयोक्तव्यम् इति अपि अस्ति यदा यथा कदा पुल्लिङ्गे एव प्रयोगं भवति वर्णस्य उपयोगं भवति चेत् अस्मिन् उदाहरणे इत्युक्ते गुणवाचकः भवति चेत् केवलं पुल्लिङ्गे गुणिवाचकः भवति चेत् गुणवाचकः इत्युक्ते चेत् पुल्लिङ्गे गुणिवाचकः भवति चेत् त्रिषु लिङ्गेषु भवति यदा शुक्लः शुक्ला शुक्लमिति। अनन्तरमस्ति रसवाचकशब्दाः अपि तथा यदा गुणवाचकरीत्या लवणः आम्लः तादृश पुल्लिङ्गशब्दाः गुणिवाचकाः चेत् त्रिषु लिङ्गेषु यदा मधुरः मधुरा मधुरम् इति। अस्तु महोदय तर्हि अस्तु राम् कार्तिक् महोदय अग्रे पठति वा। क्षम्यताम् अर्थस्य परिवर्तनार्थं केवलं गुणवाचकशब्दः मतुबर्तक प्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः यथा श्रद्धा श्रद्धावान् बलं बलवान् बली धैर्यं धैर्यवान् संयमः संयमी उत्साहः उत्साही। केवलं गुणिवाचकशब्दः भावार्थकप्रत्ययस्य त्व तल् ष्यञ् इत्यस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः यथा उत्तमः उत्तमत्वम् उत्तमता औन्नत्यम् अत्र न अवगतवान् न अग्रे पठतु। विशालः विशालत्वं विशालता वैशाल्यं सुन्दरः सुन्दरत्वं सुन्दरता सौन्दर्यम् अस्तु तर्हि वक्तुं शक्नोति वा क्षम्यतां न अवगतवान् अस्तु तर्हि तत्र वयं पूर्वं दृष्टवन्तः खलु तत्र यत् यः गुणवाचकशब्दः अस्ति स च गुणवाचकशब्दः मधु प्रत्ययः उपयोगं कुर्मः चेत् तत्र तस्मात् गुणिवाचकशब्दः भवति तत् प्रथम आरम्भे एव दृष्टवन्तः खलु घटः भूतलम् इति अस्ति चेत् घटे वत् इति मतुप्रत्ययसंयोजनेन भूतलस्य विशेषणशब्दः भवति इति तर्हि तथैव तत्र श्रद्धा इति गुणवाचकशब्दः अस्ति चेत् तत्र मतु मतुप्रत्ययसंयोजनं कुर्मः चेत् तत्र श्रद्धावान् इति तत्र गुणिवाचकशब्दः भवति अथवा तत्र इतोपि एकः प्रत्ययः अपि उपयोगं कर्तुं शक्नुमः कोऽपि वक्तुं शक्नोति वा किम् इति तत्र मतुपर्ते इनि प्रत्ययः तत्र बलि इति अस्ति खलु तत्र इनि प्रत्ययः तत्र यस्मिन् यस्य अस्मिन् अस्य वा इति तत्र अर्थे मतुपर्ते प्रत्ययः उपयोगं कुर्मः चेत् तत्र श्रद्धावान् इति पदे तत्र श्रद्धा यस्मिन् अस्ति सः श्रद्धावान् इति तत्र गुणिवाचकशब्दः भवति अपि च गुणिवाचकशब्दः अस्ति चेत् उन्नतः अथवा विशालः इति तत्र भावप्रत्ययः त्रिविधभावप्रत्ययः वयं दृष्टवन्तः खलु तत्र त्व त्वल् श्ञै इति तत्र तादृशप्रत्ययः संयोजयामः चेत् तत्र गुणवाचकशब्दः भवति तत्र सुन्दरः इति गुणिवाचकपदमस्ति चेत् तत्र त्वप्रत्ययसंयोजनेन सुन्दरत्वं तल् प्रत्ययसंयोजनेन सुन्दरता श्यञ् प्रत्ययसंयोजनेन सौन्दर्यम् इति भावः अथवा गुणः आगच्छति इदानीम् अवगतं वा अस्तु तर्हि रामप्रिया भगिनी पठति वा अग्रे तत्र तृतीयबिन्दुः आं भगिनि यः गुणवाचकः अपि गुणिवाचकः अपि तस्य अन्वयः उभयत्र अतः कोऽपि प्रत्ययः न अपेक्षितः किन्तु मतुपर्तीयः भावार्थीयः प्रयोक्तुं शक्याः पीतः पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ पीतः इति गुणः वस्त्रं पीतं वस्त्रं पीतम् इति गुणवाचकशब्दात् त्वप्रत्ययस्य संयोजनेन गुणवाचकशब्दः निष्पन्नः पीतत्वम् अनेन पीतः पीतत्वं च इत्येतौ द्वौ गुणवाचकशब्दौ समानौ तथैव पीतं वस्त्रं पीतवत् वस्त्रं पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ पीतः इति गुणः तस्मात् गुणवाचकशब्दात् मतुप्रत्ययस्य संयोजनेन गुणिवाचकशब्दः निष्पन्नः पीतवत् पीतः इति गुणः पीतं वस्त्रं पीतवत् वस्त्रम् अनेन पीतं पीतवत् च इत्येतौ द्वौ गुणिवाचकशब्दौ समानौ तत्र तु गुणवाचकशब्दः अपि गुणवाचकः गुणिवाचकः द्वौ शब्दौ अपि समानम् इति अन्वयः उभयत्र कोऽपि प्रत्ययः न अपेक्षितः तत्र प्रत्ययः न अपेक्षितः इत्युक्ते समानम् इति अर्थं वा भगिनि तत्र प्रत्ययस्य आवश्यकता नास्ति वस्तुतः इति किन्तु मतुपर्तीय भावार्थीय प्रयोक्तुं शक्यः इति अत्र अस्ति पीतः पीतत्वं द्वौ अपि गुणवाचकशब्दः पीतः इति गुणः गुणवाचकत्वप्रत्यय पीतं वस्त्रम् इति इत्युक्ते त्वप्रत्यययोजनेन पीतत्वम् इति भवति. पीतत्वं पीतः द्वौ अपि गुणवाचकशब्दः, द्वौ अपि समानः समानः. तत्र पुष्पस्य वर्णः पीतः इति वदामः चेत् तत्र पीतः इति गुणः भवति खलु. तर्हि पीतं वस्त्रम् इति वदामः चेत् तत्र पीतम् इति गुणिवाचकपदे यः गुणः अस्ति तदस्ति पीतत्वम् इति. तर्हि तत्र पीतः पीतत्वम् इति द्वयमपि समानं भवति. पीतवत् वस्त्रम् अस्ति चेत् पीतं वस्त्रं पीतवत् वस्त्रमपि समानम् इति अस्ति. सत्यं तदेव तत्र पीतः सत्यम् अतुप्योजनेन समान अर्थम् आगच्छति. द्वौ अपि गुणिवाचकशब्दः समानः अस्ति, पीतं पीतवत्. तर्हि तत्र पीतः इति यद् गुणः अस्ति तस्मिन् यः भावः अस्ति तद् भवति पीतत्वम् इति. इत्युक्ते तत्र येल्लो अपि च येल्लोनेस् खलु, तत्र भेदः तदेव. तत्र पीतः इति गुणे यः भावः अस्ति तत् पीतत्वम् इति तद् भिन्नः अस्ति. परन्तु पीतः इति गुणः अस्ति, अपि च पीतं वस्त्रम् इति यद् गुणिवाचकशब्दः अस्ति तस्मिन् यः गुणः अस्ति तदपि पीतत्वं. तर्हि तस्मिन् स्तरे पीतः अपि च पीतत्वम् इति समानार्थम्. अवगतं वा? इत्युक्ते तत्र पीतः इति वदामः चेत् तत्र द्वौ अर्थौ स्तः, तथैव पीतत्वम् इति वदामः चेत् तत्रापि द्वौ अर्थौ स्तः. इत्युक्ते पीतः इति गुणवाचकशब्दः अपि च गुणिवाचकशब्दः, तथैव पीतत्वम् इति यदा वदामः चेत् तत्र भावार्थकशब्दः अपि च गुणवाचकशब्दः. तत्र पीतत्वम् इति यत् प्रथमगुणे यत् पीतत्वम् अस्ति तत् तत्र जातिविषयं सूचयति. तत् येल्लोनेस् इति वदामः खलु, तत्र पीतः इति गुणः नास्ति, परन्तु पीतगुणे यः भावः अस्ति तत् सूचयति. पीतः इति गुणः स्वीकुर्मः चेत् तत्र त्वप्रत्यययोजनेन पीतत्वम् इति यत् भावः यत् गुणः आगच्छति तत् किञ्चित् तद् भिन्नः अस्ति. अवगतं वा? अस्तु, प्रश्नः पीतवत् अपि भिन्नः अस्ति किल, पीतं तथैव पीतं पीतवत् इति अपि तत्र तत्र गुणिवाचकशब्दः भवति. सत्यं सत्यं, पीतवत् अपि द्वयं भवति. सत्यं. अस्तु, तर्हि सुनील् महोदय अग्रे पठति वा? पुनःस्मरणं वा भगिनि? भगिनि पुनःस्मरणं वा? हा महोदय. पुनःस्मरणम्. उन्नतः वृक्षः उन्नतः गुणिनं वृक्षं बोधयति. वृक्षवाचकशब्दः, तर्हि विशेषणं किम्? विशेष्यः पदार्थः न तु पदम् इति स्मर्तव्यं. तर्हि पदं किं? विशेष्यवाचकं. तथैव उन्नतः वस्तुतः विशेषणवाचकः. विशेषणम् औन्नत्यम्, औन्नत्यम् इत्यनेन वृक्षः विशेष्यते, पृथक् क्रियते. अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन, येन विशिष्यते उन्नतः तथा नास्ति. किन्तु औन्नत्यं यथा अस्ति तत् अतः तदेव विशेषणम्. अत्र पुनस्मरणार्थं वयं इदानीम् उन्नतः वृक्षः इति वाक्यमस्ति. अत्र उन्नतः इति वृक्षं बोधयति, वृक्षं सूचयति, अथवा वृक्षवाचकशब्दः. इदानीं प्रश्नः अस्ति विशेषणं किम् इति. विशेषः पदार्थः अस्ति इति वयं पूर्वं दृष्टवन्तः, न तु पदमिति. पदं किम् इत्युक्ते विशेष्यवाचकम् अस्ति. यदा वृक्षः वृक्षः विशेष्यवाचकम् इति अत्र अस्ति, न तु केवलं पदमिति, न पदमिति विशेष्यवाचकमिति. अथवा उन्नतः इत्युक्ते विशेषणवाचकमिति. क्षम्यतां भगिनि. सत्यं. तर्हि तत्र वार्ता एवम् अस्ति खलु, तत्र उन्नतः वृक्षः इति वदामः चेत् तद् वृक्षः इति यत् पदमस्ति तद् विशेष्यवाचकपदमस्ति प्रथम अंशः. द्वितीय अंशः अस्ति तत्र उन्नतः इति पदं गुणिनम् इत्युक्ते वृक्षं सूचयति इति. तर्हि तत्र उन्नतः इति यत् पदमस्ति तत् पदं विशेषणवाचकशब्दः अथवा गुणवाचकशब्दः. तर्हि उन्नतः इति पदं विशेषणं सूचयति, तत्र औन्नत्यम् इति गुणं सूचयति. तर्हि वृक्षे विद्यमानः गुणः यः अस्ति औन्नत्यम् इति अस्मिन् सन्दर्भे, तदेव वस्तुतः विशेषणं भवति इति. एतत्पर्यन्तं स्पष्टं वा? अस्तु. तर्हि बालसुब्रह्मण्यं महोदय पठति वा तत्र अन्तिमभागः, समानाधिकरणम् असमानाधिकरणं च. समानाधिकरणम् असमानाधिकरणं च विशेषणविशेषयोः समानाधिकरणं न स्यात्. यथा अत्र उन्नतः वृक्षः, उन्नतः गुणवाचकः शब्दः, अतः वृक्षमेव बोधयति. द्वयोः पदयोः समानविभक्तित्वम् एकार्थबोधकत्वं च, अनेन समानाधिकरणम् तस्मात् उन्नतः इत्युक्ते वृक्ष एव, अतः उन्नतशब्दः वृक्षं विशेषयितुं न शक्नोति. उन्नतः वृक्षः च समानवस्तु, कथं वा उन्नतशब्देन वृक्षः भिद्येत? उन्नतशब्देन वृक्षः, किन्तु औन्नत्यं भिन्नवस्तु. औन्नत्यवृक्षयोः एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति. औन्नत्यं भिन्नं, वृक्षः भिन्नः, अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम् अस्ति. वाक्यं किञ्चित् विपरीतः किल, विशेषणविशेषयोः समानाधिकरणं न स्यात्. तदेव तत्र अस्माकं प्रथम सोपानं तत् यद्वयं संस्कृतभारत्यामपि पठितवन्तः खलु, यत् श्लोकमपि भवान् उक्तवान् आरम्भे, तत्तु अस्माकम् अवगन्तव्यमस्ति तद् विशेष्यवाचकपदम् अपि च विशेषणवाचकपदम् इति. तत् यद् लिङ्गं यद्वचनं या च विभक्ति विशेष्यं विशेष्यस्य, तत्र विशेष्यम् इति पदं विशेष्यवाचकपदमेव सूचयति. तथैव द्वितीय वाक्ये यद्विशेषणमपि इति अस्ति, तत्र विशेषणम् इति पदं विशेषण वाचकपदं सूचयति. तर्हि तत्र किञ्चित् जवलिकायाः पृष्ठतः किञ्चित् इतोपि अधिकः विषयः अस्ति इत्युक्ते तत्र द्वितीयसोपानम् अस्माकम् अस्ति तत्र एतस्य अवगमनं. तर्हि तत्र विशेष तत्र वस्तुतः उन्नतः वृक्षः इति वदामः चेत् तत्र समानविभक्तिकत्वम् एकार्थबोधत्वम् इति यदस्ति समानाधिकरणं तत् विशेषवाचकपदम् अपि च विशेषणवाचकपद पदयोः मध्ये अस्ति. तर्हि तादृशसमानाधिकरणम् अस्ति चेत् द्वयमपि एकमेव पदं सूचयति खलु, एकमेव विशेष अथवा वस्तु सूचयति. तथा एकमेव वस्तु सूचयति चेत् कथं तादृशपदं तत्र पृथक् कर्तुं शक्नोति इति प्रश्नः उदेति. तर्हि तत्र तस्य उत्तरमस्ति तत्र यत् गुणः अस्ति विशेषणवाचकपदे यः गुणः अस्ति इत्युक्ते यं गुणं तत् सूचयति तद् गुणमेव वस्तुतः विशेषणं. तदेव तत्र तस्मिन्नेव तत्र तादृशसामर्थ्यम् अस्ति यस्मात् भेदः भेदं स्थापयितुं शक्नोति. गुणः विशेषणगुणः इति तत्र अस्मा. तर्हि तत्र विषयः यदस्ति इत्युक्ते तत्र यः गुणः अस्ति तस्मिन्नेव सामर्थ्यम् अस्ति तत्र भेदस्थापनार्थं. तर्हि तत्र तादृश तादृश गुणः एव विशेषणं वस्तुतः यः पदं वयं पश्यामः स च पदं तु तत् पदं तु वस्तुतः विशेषणवाचकपदम् इति. अस्तु, तर्हि एतत् पर्यन्तं प्रायः स्पष्टमिति चिन्तयामि. एकवारं पुनः इदं करपत्रं पठतु. प्रश्नः अस्ति चेत् आगामिनी कक्षायां किञ्चित् चर्चां कर्तुं शक्नुमः. अस्तु, तर्हि धन्यवादः, नमस्कारः. धन्यवादः भगिनी. शुभरात्रि. Mm-hmm.